ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् सुप्रभात स्वागतम् ओके प्रश्नाः सन्ति वा यद्वयं गत अवसरे कृतवन्तः तस्मिन् विषये न न भगिनि कियत्पर्यन्तं वयं पठितवन्तः नत्वविषये कस्यापि स्मरणे अस्ति पुनः वदतु उपसर्ग दशमासेपि नो नोपदेशस्य दट् वास् ओवर् सो फर्दर् ऐ विल् टेल् यू विच् वि हव् डन् उपसर्गात् असमासे अपि एतं सूत्रं किम् आदिश्यति देट् वास् ओल्ड् सूत्र देट् इस् जस्ट् इट् मेन्शन्ड् अट्कवर्गापवर्गां नु इति अस्ति चेत् रशो रशोभ्यां नो नः इति सूत्रस्य बाधा नास्ति इति ओके ओके अत्र भिन्नता कुत्र अस्ति तत् अहं तस्मिन् विषये महोदय सत्यं कृतमस्ति परन्तु अवगतं वा न तत्तु परिशीलनं कर्तव्यं गीता भवती आसीत् गतवर्गे आं भगिनि हा ओके इदानीं नत्वविषये वयं किं पठितवन्तः कदा नत्यस्य किम् अवकाशः भवति उपदेशावस्थायां धात्वादेः नः न उपदेशे इति सूत्रेण नत्वस्य आगमः नत्वं भवति ओके परन्तु अनन्तरम् अनन्तरं रसाभ्यां नो नः समानपदे तदपि अहं न पृच्छामि इदानीं नो नः कदा उपयोगं भवति तेन कारणेन किं भवति किम् आक्षन् कार्यं वयं कुर्मः तत् वदतु धातुः आरम्भे धात्वादेः धातुः आरम्भे आरम्भे मूर्धन्यनकारः अस्ति चेत् तस्मिन् स्थाने दन्तनकारः भवति उपयोगरूपे आधारेण नोनः एतस्मिन् आधारेण दन्त्यनकारस्य उपयोगीरूपं भवति दन्त्यनकारः आगच्छति मूर्धन्यनकारस्य स्थाने यदा धातोः आरम्भवर्णः आदिमवर्णः मूर्धन्यनकारः अस्ति तदा तस्य परिवर्तनं कुर्मः ओके एव एतस्य सूत्रस्य किम् उपदेशं वदतु अथवा परिवर्तनार्थम् आधारः ओके इदानीं परिणामः किं भवति तस्य ओके अत्र रसाभ्यां नो नः समानपदे इति एकं सूत्रम् अस्ति ओके अनिल् इदानीं भवान् वदतु रसाभ्यां नो नः किं वदति रसाभ्यां नो नः नकारस्य मूल् दन्तनकारस्य मूर्धन्यनकार आदेशः भवति कदा यदा रेफ सकार ऋकार अस्ति चेत् तस्य तस्मात् अनन्तरं तस्मात् अनन्तरं नकारः मूर्धन्यनकारे परिवर्त्यति कण्डिशन् किम् अस्ति समानपदे समानपदे ओके अस्माकं नूनः सूत्रं यद्वदति तदस्ति नकार मूर्धन्यनकारस्य दन्त्यनकारे परिवर्तनं रसाभ्यां नूनः वदति दन्त्यनकारस्य मूर्धन्यनकारे परिवर्तनम् ओके कान्ट्रडिक्टरि अस्ति न द्वयमपि उल्टा अस्ति ओके इदानीं समाधानं कथं हा अत्र नूनः विषये वयं किं किं दृष्टवन्तः यदा धातु वयं परिवर्तनं तु कुर्मः ओके का वदति अस्मिन् विषये मुत्तुलक्ष्मी चलो लेटस् सी मुत्तुलक्ष्मी वयं औपदेशिकधातु णकारेण आरम्भं भवति तस्य वयं दन्त्यनकारे परिवर्तनं कृतवन्तः ओके इदानीम् आगच्छति उपसर्गः उपसर्गः आगच्छति तस्मिन् अवस्थायां किं भवितुम् अर्हति स्मरणे अस्ति प्रयत्नं करोमि महोदय करोतु ओके करपत्रं दर्शयामि हा अत्र उदाहरणसहितं दत्तमस्ति ओके उपसर्गः आगच्छति चेत् असमये अपि नोपदेशस्य इति सूत्रेण उपसर्ग दशमासे अपि नोपदेशस्य इति सूत्रेण उपसर्गसहित धातुः अस्ति चेदपि नत्वं भवति किमर्थं चेत् सूत्रमस्ति रसाभ्यां नूनः समानपदे अट्वाङ्नु व्यवाये अपि इति कारणात् निमित्त रेपस्य तदा समीपे यथा अव्यवधायकवर्णः अस्ति चेत् नत्वं भवति ओके अत्र किञ्चित् कन्फ्यूषन् अस्ति अहं ज्ञातवती हा एतत्तु भविष्यति एव ओके प्रश्नं महोदय पुनः एकवारं प्रश्नं वदतु तत् तदनुसारं तद् मात्रम् उत्तरं वक्तुं प्रयत्नं करोमि उत्तुलक्ष्मी शान्ति शान्ति हा इदानीं हा वय प्रश्नं मम प्रश्नम् एवम् अस्ति उपसर्गसहितधातु हा अथवा उपसर्गसहितपदं तत् किं समानपदम् इति स्वीकुर्मः वा पदद्वयम् इति स्वीकुर्मः पदद्वयम् एव समानपदं नास्ति अतः रसाभ्यां नूनः एतस्य सूत्रस्य अवकाशः न आगच्छति अवगतम् अतः एव तेन कारणेन एव पुनः अन्य एकं सूत्रं पाणिनिमहोदयः स्थापितवान् उपसर्गात् असमासे अपि णोपदस्य णोपदेशस्य इति ओके अतः समानपदं तु नास्ति, उपसर्गसहितधातु यदस्ति तत्र तु समानपदं नास्ति, परन्तु उपसर्गसहितपदमस्ति। अतः एतस्य सूत्रस्य कारणेन वयं परिवर्तनं कुर्मः। ओके, अवगतम्? एतदस्ति भिन्नता, परन्तु मनसि स्थापनीयं सम्यक्तया, उपदेश अवस्थायां धातु मूर्धन्यनकारः आसीत्। ओके, धातोः स्थितिः मूर्धन्यनकारः आसीत्, तदनन्तरं नौनः सूत्रस्य आधारेण दन्त्यनकारे परिवर्तितम् अभवत्। इदानीं प्रश्नः उदेति, यदा उपदेश अवस्थायां दन्त्यनकारः एव आसीत्, तस्मिन् समये किं भवति उपसर्गसहितधातु, यत्र उपसर्गे अरेफः अस्ति, तदा किं भवति? मुतुलक्ष्मी, स्मरणे अस्ति? रेफः अस्ति चेत् तदेव निमित्तं भवति, अतः अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रस्य अनुसारेण अव्यवदायकवर्णः अस्ति चेत् नत्वं भवति। अत्र पश्यतु, उदाहरणं दत्तमस्ति न, वस्तुतः एतत् वयं पठितवन्तः न गतावसरे। एतत् पठतु, वस्तुतः वस्तुतः धातवः उपदेश अवस्थायां नम् नीञ् नश् नः नी नश् एवम् एव पञ्चत्रिंशत् नकारादि धातवः सन्ति, केवलम् अष्टौ धातवः उपदेशे नकारादयः सन्ति, नर्द् नास् नाथ् नाध् नन्द् नख् नृ नृत् च। अतः प्रनर्तति प्रनर्तितुं प्रनर्तकः अत्र उपसर्गे नत्वस्य निमित्तम् अस्ति, परन्तु नत्वं न भवति। केन कारणेन? उपदेश अवस्थायां पञ्च त्रिंशत् धातवः एव उपदेश अवस्थायां नकारः अस्ति तत्र, अतः परिवर्तनं भवति। अन्य अष्टौ धातवः अस्ति तत्र दन्त्यनकारः एव अस्ति, अतः परिवर्तनं न भवति। ओके, किञ्चित् अवगमने स्पष्टता कर्तव्यम् अत्र। ओके, इदानीं पश्यतु, नाद् नर्द् नाद् एत अष्टधातवः सन्ति न, तत्र मूर्धन्यनकारः आरम्भे नास्ति, परन्तु दन्त्यनकारः अस्ति। तस्मिन् अवस्थायां यदा वयम् उपयोगं योजयामः, तदा किम् अस्ति, रसाभ्यां नोणः समानपदे एतस्य अवकाशः एव न आगच्छति। किमर्थम्? कारणं पदद्वयमस्ति न, अतः अस्माकं हस्ते पुनः अन्य एकं सूत्रमस्ति, उपसर्गादसमासे अपि णोपदेशस्य इति। ओके, परन्तु एतस्य अवकाशः कदा भवति? यदा उपदेश अवस्थायां वयं परिवर्तनं कृतवन्तः। ओके, नूनः एतस्य आधारेण वयं परिवर्तनं कृतवन्तः, तदा एव एतस्य सूत्रस्य अवकाशः वयं प्राप्नुमः। ओके, परन्तु उपदेश अवस्थायाम् एव आरम्भस्तरे एव दन्त्यनकारः अस्ति चेत् एतस्य सूत्रस्य अवकाशः न प्राप्नुमः। अवगतम्? आम्, अतः अस्मिन् अवसरे प्रनर्दति एव तिष्ठति. अत्र प्र किं परिवर्तनं न कर्तुं शक्नुमः, अवकाशः नास्ति. ओके, उपदेश अवस्थायां मूर्धन्यनकारः नास्ति. ओके, अष्टधातवः सन्ति यत्र परिवर्तनं न भविष्यति, यतोहि उपसर्गे किं रेफः अस्ति. ओके, सर्वे अवगतवन्तः? आं भगिनि, अवगतम्. ओके, अत्र निमागमः, निमागमविषये तु सूत्राणि बहूनि सन्ति. ओके, वयं कियत्पर्यन्तं पठितवन्तः? अग्रे पठामः किं नत्वविषये समाप्तम्? लास्ट् टु पेरास् पेण्डिङ्ग् महोदय. कुतः आरम्भं कर्तव्यं? न अधः महोदय, अधः नो, न प्रण नदति फर्दर् डौन् द ब्राकेट् फ्रम् ब्राकेट्. ओ, अतः आं महोदय. ओके, कश्चन परिहारः इदानीं भागीरथी पठतु. अग्रिमो उदाहरणम् प्रणिदति इति पदे नि उपसर्गे स्थितस्य नकारस्य नत्वं भवति इति सूत्रेण 8417 इति सूत्रेण, तस्य च व्याख्या अत्र न आवश्यकी. सूत्रं वयं दृष्टवन्तः न गतावसरे. एतदस्ति सूत्रम् 8417. ओके, ऐ काण्ट् इवन् प्रनौन्स् इट्. अय्यो, इतना बड़ा, सो बिग्. नेर्गद नद पद पद आवश्यकता नास्ति. ओके, ओके भगिनि. अग्रिम उदाहरणं निदिन् इति धातुः प्रथमम् उपदेशे अजनुनासिक इत् इत्यनेन इकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपः च. निधि निद् नो नः इत्यनेन निद् निद् अधुना नुमागमः अधः दृश्यताम्. निद् इति लौकिकधातुः. ओके, किम् अवगतवती अत्र? उपदेश अत्र उपदेशे अजनुनासिक इत् भूत्वा तस्य लोपः इत्यनेन लोपः भवति. निधिम् अवशिष्यरूपं निद्. अत्र नो नः इति सूत्रस्य आधारेण नुमागमः इति कारणेन इति सूत्रेण निद् बिकम्स् निन्द् लौकिकधातोः एवं भवति. अवगमने किञ्चित् क्लेशः अस्ति. ओके, इदानीं पश्यामः किमस्ति. आरम्भस्तरे निद निदि इति अस्ति न. ओके, आरम्भं कुर्मः अस्माकं प्रक्रिया. धातुविज्ञानं किञ्चित् कष्टम् अस्ति. कष्टं न तत्र कष्टम् अवगमनं किञ्चित् तदेव अस्ति, कारणं सूत्राणि बहूनि सन्ति. आं भगिनि, अतः स्मरणे स्थापनीयं चेत् किञ्चित् कष्टं भवति. निधि इति धातु अस्ति. ओके, नेक्स्ट् स्टेप् किं वयं कुर्मः? इत्संज्ञा. इत्संज्ञा. ओके, कस्य इत्संज्ञा कुर्मः? अनुनासिक अकारः. अकारः कुत्र अस्ति? अणिधि इति अस्ति. निधै अनुनासिक इकारः. अनुनासिक इकार संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. दि अवशिष्यरूपं निद् निद्. ओके, निद्. अत्र वयं किं कृतवन्तः? किं कृतवन्तः? उपदेशे अजनुनासिक. उपदेशे अजनुनासिक इत्. ओके, कार्यं किम्? सूत्रमस्ति, कार्यं किम्? अनुनासिकैकारस्य वदतु पुनः. अनुनासिकैकारगिरती कस्य कृतवती? अहं न सम्यक् शृणोमि भगिनि, एकवारं पुनः वदतु. पुनः वदामि. भवती उक्तवती उपदेशे अजनुनासिक इत् इति. कस्य इत् कृतवती? इत् अत्र उपदेशे अजनुनासिक कस्य वर्णस्य इत्संज्ञा कृतवती? प्रश्नं तद् अनुनासिक. अनुनासिक इकारस्य एतदेव अहं पृष्टवती. ओके, इकारस्य इत्संज्ञा कृतवती. ओके, अनुनासिकस्य इत् अभवत्. ओके, सूत्रं तु वयं जानीमः. ओके, अतः अनुनासिक इकारस्य इत् अभवत् इत्युक्ते इकारवर्णस्य ईवर्णस्य इत् अभवत्. अतः तेन कारणेन नाम किं प्राप्नोति? णिद् इति. णिद् धातु अन्यनाम इकारस्य इत् संज्ञा भवति चेत् किं भवति नामकरणं तत्र? यत्र इकारस्य इत् अभवत् तदस्ति इदित्. अवगतम्? वयं तु पृष्टवन्तः. इदानीम् अवगतं भगिनि. षट्विषये वयं किं किं कृतवन्तः? वयं तु पूर्वमेव पठितवन्तः न षट्विषये. केवलम् अकारः तिष्ठति तत्र. आं भगिनि, आं भगिनि. परन्तु षट् यदस्ति तस्य अन्यनामानि कानि? षित् पित्. षित् अपि नाम अस्ति तस्य. पित् अपि नाम. आं भगिनि. पित् अपि नामकरणम्. अवगतम्? अवगतं भगिनि. अस्मिन् सन्दर्भे इकारस्य संज्ञा अभवत् अतः पित् इति नामकरणम्. वर्णस्य इकारस्य इत् अस्ति चेत् इत् सन्धिकार्यं वयं कुर्मः चेत् सकारस्य दकारे परिवर्तनं भवति अतः इदित् इति आगच्छति. भगिनि, तावत्पर्यन्तं सर्वे अवगतवन्तः? प्रश्नः अस्ति वा? कारणं पाणिनिमहोदये बहु सम्यक्तया कार्यं कृतवान्. निष्कासनं करोतु. एतस्य कृते अहं सूत्राणि तु दत्तवान्, परन्तु यदा यदा निष्कासनं भवति स्मरणे स्थापयतु कस्य निष्कासनम् अभवत्, तेन आधारेण अहम् अन्यसूत्रं ददामि. ओके, अन्यसूत्रं ददामि, तेन आधारेण अग्रे कार्यं भवति. ओके, इदानीम् अत्र किमस्ति, अधुना नुमागमः, तस्मिन् विषये नुमागमविषयं तु अग्रे आगच्छति. ओके, अतः अत्र इकारस्य इत्संज्ञा अभवत् तेन कारणेन नुमागमः आगच्छति, नुमागमस्य समस्या आगच्छति. ओके, तस्मिन् विषये अग्रे पठामः कथं किमर्थं, तत्र तु सूत्राणि बहूनि सन्ति. ओके, यू केन् ब्रेक् योर् हेड्स्. ओके, यावत्पर्यन्तं द्वित्रिसूत्राणि एव आगतानि, परन्तु नुमागमविषये तु ओके बहूनि सन्ति. ओके, इदानीं कस्याः पर्यायः? टुडे ऐ हेव् नाट् गान् अकार्डिङ्ग् टु आल्फबेट्. ओके, कण्णम्मा. आं भगिनि, आरम्भं करोतु. नुमागमः इति तु नुम् धातोः 7158 इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथमः इत् नाम ह्रस्वः इकारः, ह्रस्व इकारः. द्वितीयः इत् नाम इत्संज्ञा. ह्रस्व इकारस्य इत्संज्ञा यस्य सः धातुः इदित्. इत् इत् यस्य स इदित् बहुव्रीहि तस्य इदितः. इदितः षष्ट्यान्तं, नुम् प्रथमान्तं, धातोः षष्ट्यन्तं त्रिपदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं, इदितः धातोः नुम्. यावत्पर्यन्तं किम् अवगतवती तावदेव वदतु, कारणं बहु दीर्घस्पष्टीकरणं न आवश्यकम् अत्र, अग्रे अग्रे आगच्छति. इतोपि धातुः इदितः अस्ति, तस्य नुम् आगमः भवति. इदित् इत्युक्ते यस्य इत्संज्ञा इत् भवति, यस्य इत्संज्ञा लोपः भवति तद् इत् अन्तिमे भवति. तत्र प्रथमः इत् नाम ह्रस्वः इकारः. यत्संज्ञा इत् भवति तद् ह्रस्व इकारस्य इत्संज्ञा भवति. द्वितीय इत् नाम इत्संज्ञा. अत्र इदित् अस्ति चेत् तत्र ह्रस्व इकार भवति, ह्रस्व इकारस्य इत्संज्ञा भवति. संज्ञा अभवत् अभवत् ह्रस् सः धातु इदित् इति मान्यत मन्ये. इत् इति ओके, इति वयं जानीमः किमर्थं, कारणं तत्र ह्रस्व इकारस्य इत्संज्ञा अभवत्. ओके, यदा ह्रस्व इकारस्य इत्संज्ञा भवति तर्हि किं परिणामः? नुम् आगमः भवति. नुम् आगमः भवति, तावत्पर्यन्तं स्पष्टं. तदनन्तरं किं कर्तव्यं, नुम् कथम् आनेतव्यं, तस्य परिणामः किं, तत् अग्रे पश्यामः. ओके, चन्द्रमती अग्रे पठतु. भगिनि, अत्र इदित् इत् वर्णस्य इत्संज्ञा भवति, अतः इदित् करेक्ट् वा भगिनि? एकनिमिषं, ह्रस्व इकारस्य इत् संज्ञा अभवत्। किमर्थं? कारणम् इत् इति वयं एकनिमिषं स्पष्टीकरणम् अत्रापि कर्तव्यं। यदा अहम् इत् वदामि तदा केवलं ह्रस्व इकारः, यदा अहम् ईत् वदामि तदा दीर्घ इकारः, यदा उत् वदामि तदा ह्रस्व उकारः। अवगतम्? यावत्पर्यन्तं वयं किं कृतवन्तः, केवलं व्यञ्जनवर्णानाम् इत्संज्ञाविषये दृष्टवन्तः, इदानीं स्वरवर्णानाम् इत्संज्ञा एवं भवति। उकारः अस्ति चेत् ऊत् इति भवति। ओके, अत् वयं जानीमः न, आं भगिनि, अत् वयं जानीमः, तदेव आत् अपि अस्ति। आं भगिनि, दीर्घ अतः इत् अभवत् इत्युक्ते इकारस्य इत् अभवत्, तस्य इकारस्य ह्रस्व इकारस्य ह्रस्व इकार, अतः एव वयम् इत् इति वदामः। अन्यथा ईत् इति वदामः यदा दीर्घ इकारस्य इत् संज्ञा अभवत् तदा तु ईदित् ईदित् वक्तुं शक्यते वा? ईदित् किमर्थं न, दीर्घ ईकारस्य यदा वयम् इत् संज्ञा कुर्मः तदा ईदित् इति उकारस्य इत् संज्ञा भवति चेत् ह्रस्व उकारस्य उदित् इति भवति, दीर्घ उकारस्य भवति चेत् उदित् इति भवति। ओके भगिनि, सम्यक्। ओके, एतत् सर्वं वाट् इस् इट् नामिन्क्लेचर्, नामानि सन्ति पाणिनि व्याकरणे, एवं नामानि भवन्ति। ओके, कस्याः पर्यायः? तदापि पूर्णिमा पठति वा अग्रे? आं भगिनि, पठामि। ओ आगच्छ, पत्रं न दृश्यते भगिनि, पत्रं न, करपत्रं न दृश्यते? दृश्यते, दृश्यते, इति तु अहम् अभवत् खलु, अग्रे पठनीयम्, इति तु अहं पठामि, पठामि भगिनि। तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति। बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातोः ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातोः नुमागमः भवति एव, सः धातुः इदित् अस्ति अतः नुमागमः। एतत् एक्स्प्लेन् कृतं भगिनि, अनेकवारं वदनीयं, यत्र यत्र इकारस्य इत्संज्ञा भवति। पठतु। अस्तु अस्तु, यथा निधि निद् लोनः षष्ठमाध्याये प्रथमपादे चतुष्षष्टि सूत्रम् इत्यनेन निद् निद् भवति। अयं धातुः इदित् नाम ह्रस्व इकारः इत्संज्ञकः यस्य सः इदित् इत् धातोः इत् इत् अस्ति इति कारणेन नुमागमः। अधुना निद् धातोः नुम् कुत्र आयाति? नुम् आगमः मित्, अतः अयं नकारः धातोः अन्तिमस्वरस्य परे आयाति इति अग्रिमं सूत्रं वक्ति। अत्र यत्र यत्र इदित् भवति तत्र नुमागमः भवति, कुत्र नुमागमः भवति इति अत्र सूत्रं वदति तेन कारणेन अत्र अन्तिमस्वरस्य परे आगमः भवति, नकारस्य आगमः भवति इति अत्र अस्तु भगिनि. अन्य किञ्चित् अवगतम् इत्युक्ते नोनः इति सूत्रस्य आधारेण निद् निद् भवति इकारस्य निद् अभवत्. निद् अनन्तरं किम् अभवत् एतत् अहं मार्जयामि. इकारस्य इत्संज्ञा भवति, इकारस्य इत्संज्ञा भवति, अतः निद्धातु इदित् अस्ति. किं भवति? निद् भवति न, निद् भवति, निद् भवति. केन कारणेन? नोनः इति सूत्रस्य, नोनः इति सूत्रस्य आधारेण, नो आधारेण इति सूत्रस्य आधारेण निद् यदस्ति तत् निद् भवति. ओके, भवति. अत्र इकारस्य इत्संज्ञा भवति, इकारस्य इत्संज्ञा भवति इति कारणेन तत्र इति धातोः नुमागमः भवति. कुत्र भवति? अन्तिमस्वरस्य परे भवति. निद् निन्द् भवति अस्ति. अतः इदित् अस्ति एतस्य कारणेन नुमागमः. यावत्पर्यन्तं स्पष्टं? स्पष्टं स्पष्टं भगिनि. अग्रे गच्छामः. सीतालक्ष्मी पठितुम् इच्छति? आं महोदय. भगिनी एक क्षम्यतां भगिनि, संशयः अस्ति. अहं न मया न अवगतं. नुम् आगमः मित् अतः अयं नकार धातो अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति अन्तिमवर्णपरे. न न, तस्मिन् विषये इदानीं चिन्ता न करोतु. अग्रे आगच्छति तस्य स्पष्टीकरणं. ओके, नुम् विषये अग्रे वयं पठामः. अस्तु. ओके, सीतालक्ष्मी नुम् विषये कथं करोतु? तत्र बहु दीर्घस्पष्टीकरणमस्ति तत्र. नुम् इति आगमे हलन्त्यं 133 इत्यनेन मकारस्य इत्संज्ञा उपदेशे अनुजासिक इत् 132 इत्यनेन उकारस्य इत्संज्ञा न इति नकार इति अवशिष्यते. इदानीं अहं लिखामि, तदा किञ्चित् स्पष्टम् अधिकं भविष्यति इति अहं मन्ये. नुम् विषये वयं पश्यामः. नुम् विषये पश्यामः. एतस्य प्रोसेसिङ्ग् किं? वयं यत्किमपि हस्ते वयं स्वीकुर्मः उपदेश अवस्थायां, तस्य प्रोसेसिङ्ग् कथं कुर्मः? यत्किमपि निष्कासनं कर्तव्यं तत् वयं कुर्मः, तदनन्तरमेव अस्य उपयोगं कुर्मः. ओके, अत्र मकारस्य हलन्त्यम् इति सूत्रेण मकारस्य इत्संज्ञा भवति, लोपः भवति, मकारस्य लोपः भवति. नुम् एव अवशिष्य नुम् नकार उकार अनुनासिक उकार. ओके, इदानीं मकारस्य वयं हलन्त्यम् इत्यनेन इत्संज्ञा लोपः भवति. नाम किं भवति? मकारस्य इत्संज्ञा अतः लोपः भवति नकारस्य. अस्ति, परन्तु नामकरणं मित् पित् मित् मित् मित् इति नामकरणं मित् तदनन्तरम् अस्माकम् अस्ति नुम् उकारस्य उकारस्य अपि उपदेश अनुनासिकयते सूत्रेण अनुनासिक उम् इति उदित् ओके अवगतम् अनुकरणम् आगच्छति इदानीम् अवशिष्टभागः किं नकारः केवलं नकारः केवलं नकारः इत्युक्ते हलन्त न ओके हलन्त इदानीं हलन्त न यत् अस्माकं हस्ते अवशिष्टमस्ति तस्य स्थानं किं कथं निर्णयं भवति तस्मिन् विषये अग्रे दत्तम् अस्ति ओके यावत्पर्यन्तम् अवगतं प्रश्नः अस्ति वा ओके अग्रे पश्यामि कस्याः पर्यायः विजया पठति वा शक्यते महोदय नमस्कारः नमस्कारः इदानीम् अग्रे पठतु सीतालक्ष्मीतो यावत्पर्यन्तं अत्र भवने हलन्त न एव अत्र दत्तमस्ति न इति अवशिष्यते हा नकार एव अवशिष्यते भगिनी अत्र लेखनसमये हलन् हलन्त चिह्नं न दत्तम् दत्तमस्ति वा अस्तु अस्तु यदा यदा वयं कस्यापि किं निष्कासनं कुर्मः कारणमस्ति अनुमानं कर्तव्यं यदा न कर्तमस्ति ओके तस्य वयं स्वरवर्णस्य वयं किम् इत्संज्ञा कुर्मः उपदेशावस्थायां केवलं उपदेशावस्थायां स्वरवर्णस्य उत्संज्ञा कदा वयं कुर्मः अनुनासिक अस्ति चेत् अनुनासिक अस्ति चेत् तदा एव वयं तस्य उत्संज्ञा कुर्मः अतः नु यत्र केवलं नकारः अवशिष्टभागः अस्ति तदा वयम् अनुमानं कर्तुं शक्नुमः उकारः यत् निष्कासितम् अस्ति तत्तु अनुनासिक उकारः एव भवितव्यम् अन्यथा तस्य निष्कासनं न भवति न अनुमानं वयं कर्तुं शक्नुमः ओके ओके विद्या अग्रे पठतु मितचोन्त्यात् परः एव खलु महोदय मिदचोन्त्यात् परः एतत् सूत्रं तु प्रथमाध्याये प्रथमपादे सप्तचत्वारिंशत् तमम् इति सूत्रमस्ति यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णः यस्य वर्णसमुदायस्य अन्तिम अवयवः भवति इम् इत् यस्य सः मित् बहुवीर्घिः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तं परः पञ्चम परः प्रथमान्तम् अनेकपदमिदं सूत्रम् आद्यन्तौ टकितौ इत्यनेन इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्टिविभक्तौ विभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् इति अर्थे आगच्छति अत्र अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम् आशयः बहुवचनं निर्धारणसप्तमी बहुषि एकं जात्याख्यायामेकस्मिन् बहुवचनम् अन्यतरस्यामिति अस्ति जातिः आख्यायां नामकरणं जाति इति अत्र एकस्मिन् बहुवचनम् अन्यतरस्यां तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः इत्थं च षष्टिविभक्तेः अर्थः स्थाने इति न षष्टिस्थानयोग इति सामान्यम् इदं सूत्रं विशेषः अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः अत्र यत्र यत्र मित् आगच्छति तत्र मिदचोन्त्यात् परः अत्र यत्र मिस् मित् अस्ति अत्र अच्वर्णेषु अन्त्यात् परः एव एतत् कार्यं भवति अनन्तरं मित् इति अन्तिमवर्णस्य स्थाने यदा समुदायस्य अन्तिमवर्णस्य स्थाने एतत् अवयवः भवति मित् इति अनन्तरम् अत्र अचः इति अन्त्यात् इत्यस्य अर्थः अत्र निर्धारणं भवति निर्धारणम् इत्युक्ते अत्र समीचीनतया स्पष्टीकरणार्थम् अत्र भवति अत्र सर्वेषु अन्तिमः यत्र अस्ति एकवचने यतोहि अनेन अच् जातिः अस्ति इति इष्टम् अत्र अतः एव अत्र मिदच्छोन्त्यात् महोदय वदतु महोदय वदतु न भवती स्पष्टीकरणं किमपि उक्तवती खलु अस्तु अहं तु अत्र अत्र जात्याख्यायामेकस्मिन् यत्र जातिः इति आगच्छति तत्र एकस्मिन् बहुवचन अन्यतरस्याम् एकवचने अस्ति परन्तु अत्र सार्वत्रिकः बहुवचनार्थकः एकवचनमपि अस्ति परन्तु अत्र अन्यतरस्याम् इत्यनेन अत्र बहुवचनरूपेण अत्र तिष्ठति एतत् षष्टिविभक्तेः अर्थः तत्र स्थाने इति अर्थः सर्वत्र षष्टिः इत्युक्ते एव स्थाने इति एव परन्तु अत्र षष्टिः इति स्थाने इति न आगच्छति अत्र षष्टिः स्थानयोग इति सामान्यमस्ति इदं सूत्रम् अत्र विशेषरूपेण भवति अत्र अनुवृत्तिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः एतत् अत्र मिदचोन्त्यात् परः अत्र एतदेव अत्र सूचयति मित् अचः अन्त्यात् परः अचुवर्णः अस्ति चेत् अत्र सः अचुवर्णेषु अन्त्यात् एव तत्र मिदच्छोन्त्यात् परः इति कार्यं करोति इति तत्र दत्तं महोदय इतोपि किञ्चित् एतत् विषये वक्तव्यं चेत् भवती एव वदतु महोदय अहं शृणोमि भवती यत् जानाति तत् वदतु न अस्माकं कृते अपि उपयोगी भविष्यति भवत्याः ज्ञानं तु अधिकम् अस्ति वयं सर्वे जानीमः अस्तु महोदय अहं तु कार्याने अस्मि पेरियवा क्षेत्रमस्ति खलु काञ्चीपुरमध्ये अहम् एतत् अत्र गमिष्यन्ति स्म ओके ओके अहं प्रार्थना करोमि मम अस्माकं छात्राः कृते अनन्तरं भवत्याः कृते अपि अहं प्रार्थनां करोमि महोदय धन्यवादः भगिनि धन्यवादः धन्यवादः न गतवती एव ओके स्मरणे तु नास्ति ओके विजय उषा उषा अवगतवती द्वितीया यत् उक्तवती तत् भगिनी एकवारं भवती अपि स्पष्टीकरणं करोतु भगिनी कृपया चिन्ता मास्तु उदाहरणसहितं वयम् अग्रे गच्छामः सम्यक् कृतवती तु अन्य एकवारं भवत्याः मुखे मुखस्य अहं श्रोतुं शक् इच्छामि. कृपया वदतु भविष्यति तदपि भविष्यति. अनेकवारम् भवती एव वदतु भगिनि. अहमपि वदिष्यामि, चिन्ता मास्तु. हा अग्रे अग्रे गच्छामः. उषा, भवती किम् अवगतवती? इदानीम् अस्माकं हस्ते किम् अस्ति, निद् यद् आरम्भस्तरे आसीत् तत्तु निद् इति अभवत्. हा तदनन्तरं नुमागमविषये वयं पठितवन्तः, तेन आधारेण भवती किम् अवगतवती? हा इदानीं निद् यदस्ति अस्माकं हस्ते, तत्र वयं किं योजयामः? अरे उषा, न श्रोतुं शक्नोमि, किञ्चित् आडियो अधिकं करोतु. Running nose, every time. Hello. I am doing like this. That is why I am not able to talk continuously. Hello, anybody heard her? तस्याः आरोग्यं सम्यक् नास्ति इति शैत्यमस्ति इति कारणेन सम्यक् वक्तुं न शक्यते. ओके ओके फैन् ओके. उषा एक्स्क्यूस्ड्, डोण्ट् वरी. प्रतिभा, थेङ्क् यु. नमस्ते भगिनि. नमस्ते. तावत् योजनं करणीयं भगिनि इदानीं नुमागमस्य योजनं. ओके, इदानीं नुमागमस्य योजनं करणीयम् इत्युक्ते कस्य योजनं? साक्षात् कस्य योजनं भवति? नकारस्य, हलन्ते नकारस्य, नकारस्य. परन्तु इदानीं प्रश्नः उदेति, हा नकारस्य स्थानं कुत्र? हा ओके, वयं पठितवन्तः नुमागमः इति. ओके, तदनन्तरं वयं पठितवन्तः निदचोन्त्यात् परः इति सूत्रम्. ओके, किमर्थं सूत्रस्य अवकाशः वयं प्राप्नुमः? मित् अस्ति, अतः मित् अस्ति. मित् अस्ति इत्युक्ते किं? मकारस्य, मकारस्य इत्संज्ञा भवति मित् अभवत्. अतः नुम् नुम् यत् अस्ति तत्र मकारस्य इत्संज्ञा अभवत्, तेन कारणेन नामकरणम् आगच्छति मित्. ओके, इदानीं सूत्रम् आगच्छति किं? निदचोन्त्यात् परः. ओके, इदानीं वदतु, नकारः यदस्ति अस्माकं हस्ते, हा तस्य स्थापनं कथं भवति? अन्त्यात् अचः अन्त्यात् परः. अच्च अन्त्यात् पर. ओके, अत्र स्वरवर्णात् अन्तिम अन्तिम स्वरवर्णात् परे. हा ओके, अत्र अन्तिमस्वरवर्णः किम् अस्ति? निद् यत् निद् इत्यत्र नकारः इकारः दकारः अस्ति, इकारः अस्ति, ह्रस्व इकारः अस्ति. नकारः इकारः दकारः दकारः. तदनन्तरम् अस्माकं हस्ते नकारः स्थापनीयम्. एतस्य कुत्र भवति निर्णयं करोतु. अन्तिम अच्वर्णस्य परे, इकारः एव अन्तिम अच्वर्णः, तत्र एकमेव अस्ति अन्तिम अपि एतदेव इकार, इकारः परे, इकारस्य परे. नकारः इकारः नकारः दकारः स्थापयामि, अनन्तरं दकारः आगच्छति. ओ दकारः आगच्छति. ओके, अवगतं सर्वे जनाः? हा निदचुं अवगतं. अर्थं किं भवति? अन्तिम अचुवर्णस्य परः नकारस्य स्थापनं भवति. अत्र अन्तिम अचुवर्णः अस्ति इकारः. ओके, अतः नकारः इकारः, अनन्तरं नुमागमस्य नकारः, तदनन्तरं तु दकारः अस्ति एव तत्र. हा अतः वर्णमेलनेन किम् आगच्छति? हा प्रतिभा, निन्द् निन्द् इति आगच्छति भगिनि निन्द् इति आगच्छति अत्र निर्माणम् अभवत् निन्द् इति ओके तावत्पर्यन्तं सर्वे अवगतवन्तः इदानीम् इतोपि कस्य स्पष्टीकरणम् अवशिष्टं वदन्तु कवान् सम्यक् अवगतं भगिनि इदानीं सम्यक् अवगतं हा उदाहरणस्य अवगमनम् अधिकं भवति ओके ओके इदानीं समस्या कुत्र अस्ति कुत्रापि अस्ति वा अवशिष्टसमस्या मिदिचोञ्चात् परः मिदिचोञ्चात् परः भवती एकवारं एक्स्प्लेन् करोतु तद् भवत्या न एक्स्प्लेन् कृतं न तत्तु वयं दृष्टवन्तः न मिदचोन्त्यात् परः मित् अचः अन्त्यात् परः अन्तः ओके अय रमा भगिनी भगिनी समीतम् अत्र अचः अन्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् तस्य अग्र किञ्चित् स्पष्टीकरणम् एकवचने बहुवचने किं जाति आख्यायं तस्मिन् अर्थः किं चिन्तितवती अत्र अचः इति यत् उक्तमस्ति तदस्ति एकवचनरूपम् इति अत्र उक्तमस्ति हा उपरि कुत्रापि तु उक्तमस्ति मित् यः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति ओके इदानीम् अस्माकं हस्ते वर्णसमुदायः किम् अस्ति निद् इति ओके निद् इति वर्णसमुदायः अस्माकं हस्ते अस्ति तत्र अन्तिम अच् किम् अस्ति तदस्ति इ ओके कारणं द तु अच् वर्णः नास्ति द तु हल् वर्णः अस्ति अतः अन्तिम अच् वर्णः इ अस्ति ओके यावत्पर्यन्तम् अवगतम् इति अहं मन्ये आद्यन्तौ तकितौ इतः वयं केवलम् अन्तः इति पदं स्वीकुर्मः ओके अन्तः इति पदं स्वीकुर्मः अनुवृत्तिरूपेण किमर्थम् अत्र सूत्रं सम्पूर्णं नास्ति ओके तावत्पर्यन्तम् अवगतम् इति अहं मन्ये इदानीं प्रश्नः कुत्र अस्ति अचः एकवचने अस्ति तथापि अच् वर्णस्य समूहविषये अत्र उल्लेखम् अस्ति अस्तु अवगतम् अच् वर्णस्य केवलम् एकः एव अच् वर्णः अत्र वयं स्वीकुर्मः तथापि अच् जाति यदस्ति तस्य उल्लेखम् अस्ति तस्य कृते सूत्रमपि दत्तम् अस्ति जात्याख्यायमेकम् एकस्मिन् बहुवचन बहुवचनतरस्य अन्तर् अन्यतरस्याम् इत्युक्ते किमस्ति एकवर् एकमेव वर्णस्य वयम् उल्लेखं कुर्मः परन्तु सः वर्णः कस्मिन् कस्यां जात्याम् अस्ति तत् सम्पूर्णम् अपि तस्य उल्लेखं भवति ओके अतः तर्हि किम् अस्ति तर्हि अचः एकवचने चेत् अपि बहुवचनार्थकः भवति ओके अवगतं किमर्थम् अच् अच् प्रत्याहारे यद्यत् वर्णः आगच्छति यः हा सर्वं स्वीकर्तव्यम्. ओके, अवगतम्? अवगतम् अवगतम्. अतः एव अत्र अचः यदस्ति एकवचनीया, तत्र अच् समूहस्य उल्लेखः अस्ति. अच् प्रत्याहारः वयं जानीमः, तत्र तु अनेकाः वर्णाः सन्ति, सर्वं तत्र आगच्छति इति अर्थम् आगच्छति. मिदचोन्त्यात् परः मित्, अचः अन्त्यात् परः अन्तः. ओके, अस्तु भगिनि, धन्यवादः भगिनि. ओके, अग्रे गच्छामः. समयः अस्ति, अहं चिन्तितवती समयः समाप्तः. ओके, अनुसूया. अनुसूया एकनिमिषं तिष्ठतु, अनिल् महोदय किमपि पृच्छति. अस्तु महोदय. उपरि उपरि महोदय, उपरि गत. अत्र आशय बहुवचनं तत्तु अवगतं, निर्धारणं सप्तमी बहुषु एकं, तत् किमर्थं महोदय? निर्धारणं सप्तमी बहुषु एकं, आशयः बहुवचनं निर्धारणं सप्तमी बहुषु एकम्. एतदस्ति वा आशयः बहुवचनं निर्धारणसप्तं बहुषु एकं? हा, ओके. कथं अचि अचि परे एव आगच्छति इति वा भगिनी? सप्तमी इत्युक्ते अचि आगच्छति, आशयः बहुवचनम्, अचः इति बहुवचनरूपेण जाति अति जातिरूपेण उपयोगं करणीयं, परन्तु अचि परे एव इत्युक्ते कार्यं यत्र भवति तद्वा? अचुवर्णेषु अन्तिमः अचुवर्णस्य परे. कथम् एतस्य समाधानं कर्तुं अजः अत्र अजः अन्त्यात् परः, अत्र अचुवर्णेषु अन्तिम अचुवर्णस्य परे. अनिल् महोदय, अनिल् महोदयं शान्तिं कर्तव्यम्. ओके, अस्तु महोदय, समस्यायाः समाधानम् अहं चिन्तयामि अत्र. अनिल्, सामान्यतया षष्टिस्थाने योग अस्ति. ओके, तत्तु वयं जानीमः. अतः अचः यदस्ति एतत् स्थानी भवति. अत्र किमर्थं स्थानी भवति? चिन्तयतु, एकस्य वर्णस्य स्थाने अन्यवर्णः आगच्छति. अस्तु, अथवा आदेशः भवति. स्थाने न आगच्छति महोदय, निद् दातु नकार एव अगमः भवति, आदेशः न. आदेश न, आगमः अस्ति न अत्र, आगमः अस्ति सत्यम्. अत्र कुत्र आगच्छति तस्य निर्धारणं कृतमस्ति. अन्त्यात् परः अच् यदस्ति अस्य, अत्र पश्यतु, अत्र अन्त्यात् परः पुनः वदतु, गच्छन्त्यात् परः, परन्तु बहुवचने किं किमर्थं? हा, कारण वदतु वदतु, अचः बहुवचनम् इत्युक्ते का? न अचः बहुवचनं नास्ति, अचः एकवचनीया अस्ति, परन्तु अत्र अत्र पश्यतु महोदय, तर्हि च एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः जाति आख्यायम् एकस्मिन् बहुवचनम् अन्तरस्यां, तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः, बहुवचनार्थकः इत्युक्ते कः? अचः सर्वाः सर्वाः स्वराः अन्तर्गतमस्ति, बहुवचनार्थकः एवं न वक्तुं शक्नुमः, परन्तु बहुषु उल्लेखः भवति इत्युक्ते अच् वर्ण अच् प्रत्याहारस्य अच् प्रत्याहारे वर्णाः सन्ति, सर्वं स्वकर्तव्यम् इति अर्थम् आगच्छति, अतः बहुषु किं बहुषु एकम् इत्युक्ते वन् रेप्रसेण्ट्स् आल्, ओके, अच् इति वयम् एकवचनीय पदं स्वीकुर्मः, अचः इति एकवचनीयपदं स्वीकुर्मः, परन्तु तत्र प्रत्याहारः अस्ति इति वयं चिन्तयामः चेत् कस्मिन् प्रत्याहारे वर्णाः सन्ति, सर्वं एकत्रीकृत्य कृत्य स्वीकर्तव्यम्, अतः बहुषु एकम् इति आगतम्, ओके, अन्य इत्युक्ते सर्वे प्रत्याहारस्य सर्वे वर्णानि सन्ति खलु, तथा अचः बहुवचनम् इत्युक्ते अचः एकवचनीय अस्ति, षष्टिविभक्ति एकवचनीय, उपरि उपरि पश्यतु महोदय, तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः इत्युक्ते एकवचने अस्ति, यतोहि अनेन अच् जाति इति इष्टम्, ओके, इत्युक्ते केटगरि अस्मिन् सन्दर्भे अच् केटगरि, अच् केटगरि ऐ मीन् अच् इस् आल् वर्ण category has come, where category has come, huh. That means all 18 this of all that will come is it karasya ashtadasha bhedaha ikarasya ashtadasha bhedaha sarvam sarvam agacchati swarasya iti iti iti varnanam kopi bhedaha nasti स्वरस्य अष्टादश भेदानि अपि ग्रहीतव्यम् इति सूत्रस्य अर्थः वाच्वर्णे अनेकाच् धातुः अस्ति चेत् अन्तिमस्वरस्य अन्ते आगच्छति इति अनेकाच् धातुः अस्ति डिफ्रेण्ट् दट् इस् डिफ्रेण्ट् दट् इस् मिदितवञ्च अन्त्यपरः परः दट् Here which he says acha jati hi iti ishtam, I didn't understand acha jati varnaha kaha, praya he means that swarasya ashtadasha, no not only ashtadasha acha no anusya dvadasha iti asti khalu te sarvam gananiyam iti ach pratyahare varnaha kaha सर्वे स्वराः अच् प्रत्याहारे वर्णाः कः अनिल् आं महोदय अच् प्रत्याहारस्य अयून् लिक् एवम् अय उच् पर्य आ इ तदर्थम् अष्टादश द्वादश सर्वाणि ग्रहीतव्यम् अस्तु भवती केवलम् अष्टादश अष्टादश द्वादशविषये चिन्तनं करोति न, अत्र तु अच् प्रत्याहारे ये के वर्णाः सन्ति तेषाम् उल्लेखः अस्ति. इत्युक्ते किम्? अ यदा वयं स्वीकुर्मः तत्र तु अष्टादशभेदाः सन्ति एव. ऐ यदा वयं स्वीकुर्मः तत्र तु द्वादशभेदाः सन्ति एव. सर्वम् आगच्छन्ति न अच् प्रत्याहारे. अनिल् अवगतम् इदानीम्? अतः अच् यदा वयं वदामः तत्र अत्र तु अचः इति एकवचनीय उपयोगं कृतम् अस्ति, परन्तु अत्र अच् इत्युक्ते जातिविषये स्वीकर्तव्यम् इति उल्लेखः अस्ति. ओके, अतः एव बहुषु एकं, वन् रेप्रसेण्ट्स् आल्. ओके, सपोजिङ्ग् ऐ से इन् इङ्ग्लिश् दट् बाक्स् इस् एन् आरेञ्ज् बाक्स्, दट् इस् लेमन्, दिस् वन् इस् पैनापल्. वट् आर् वि इण्डिकेटिङ्ग्? दट् बाक्स् कण्टेन्स् पैनापल्स्. बहुवचनम् अस्ति, परन्तु पैनापल् बाक्स्, आरेञ्ज् बाक्स्, लेमन् बाक्स् वि आर् सेयिङ्ग्. बहुषु एकम् आगच्छति न तत्र? अस्तु, अवगतम् इदानीं? किञ्चित् किञ्चित् अवगतं महोदय. किञ्चित् किञ्चित् अवगतम्? अनिल् आल्वेस् किञ्चित् किञ्चित् एव, सम्पूर्णं कदापि न. अहं चिन्तयामि महोदय, मननं करोतु, लैक् हौ आर् सुब्रह्मण्यं सेड्, मननं करोतु. ओके महोदय, अत्र इन् पाणिनि सूत्रे टिपिकलि षष्ठी इस् स्थानी, परन्तु अत्र स्थानी न, इट् इस् अ सामान्य व्यवहार मीनिङ्ग् बिकास् अचः अन्त्यात्, सो इट् इस् लैक् अच एण्ड् अन्त्यात् परः यत्र अच् अस्ति तत् अन्तिमा इति गणनां कुर्मः, तत् तस्य परः स्थापनीयं मित् मिदचोन्त्यात् परः. ओके, अच् अन्तः स्वीकर्तव्यम्, अतः एव अन्तः आगतं न अत्र. पश्यतु, अच् अन्तः अच् स्वीकर्तव्यं, तस्य अन्त्यात् परः वयम् एतस्य अनुमागमस्य स्थापनं कुर्मः. ओके, अत्र दत्तमस्ति षष्टिस्थाने योगः, अत्र सामान्यं किन्तु इदं सूत्रं विशेषम् इति अत्र दत्तमस्ति. अस्तु, सत्यं लिखितमपि अस्ति न तत्र? ओके, अत्र पश्यतु षष्टिस्थाने योग, अरे मै, षष्टिस्थाने योग इति सामान्यम्, इदं सूत्रं विशेषः. ओके, अतः अचः अन्त्यात् परः अन्तः. ओके, अवगतम्? Who else wants to ask what else? अग्रे गच्छामः भगिनी, एकनिमिषं भगिनि. अन्त्यात् अचः अन्त्यात् इत्युक्ते अन्ते विद्यमान अचः अनन्तरं परः. पश्यतु, उदाहरणं पश्यतु. निद् इति अस्माकं हस्ते आगतं, निद इति वयम् आरम्भं कृतवन्तः, तस्य प्रोसेसिङ्ग् कृत्वा निद् पर्यन्तम् आगतम्. पश्यतु, अत्र निद् पर्यन्तम् आगतम्, निद् आगतं, परन्तु तत्पूर्वं वयं एकस्य इकारस्य इत् संज्ञा कृतवन्तः. ओके, एकस्य इकारस्य इत् संज्ञा कृतवन्तः, अतः निधि यदस्ति तस्य नामकरणम् आगतम् इदित् इति. अस्ति तदा इदित् कारणेन नु आगच्छति इदानीं प्रश्नः उदेति नु यत् आगच्छति तस्य प्रोसेसिङ्ग् वयं कुर्मः अवशिष्टरूपम् अस्ति नकारः ओके परन्तु तस्य नकारस्य स्थानं कथं वयं निर्णयं कुर्मः तस्यापि वयं प्रोसेसिङ्ग् कृतवन्तः नुं यदस्ति तत्र मकारस्य इत्संज्ञा कृतवन्तः अतः तस्य नाम आगतं मित् ओके यावत्पर्यन्तम् अवगतम् एतदानीं नामकरणं मित् इति आगतं तदा अस्माकं हस्ते मिदचोन्त्यात् परः इति सूत्रस्य अवकाशः वयं प्राप्नुमः ओके मिदचोन्त्यात् परः इति वयं सूत्रस्य अवकाशः प्राप्नुमः इदानीम् एतस्य आधारेण यत् अस्माकं हस्ते नकारः आगतं नुम् आगमः तत्र नकारः हस्ते अस्ति तस्य स्थापनस्य विषये मिदचोन्त्यात् परः एतस्य सूत्रं सूत्रस्य आधारेण वयं नकारस्य स्थानं निर्णयं कुर्मः तत् किं वदति मित् यत् अस्ति मित् यत् अस्ति अस्माक मिदचो किम् अस्ति मित् इत्संज्ञा यस्य तत्र किं कर्तव्यम् अन्तिम अच् वर्णस्य परः स्थापनीयम् एतत् आगच्छति न अत्र अर्थम् अतः किमस्ति अन्तिम अच् वर्णः निद् यदस्ति एतस्य वयं वर्णविच्छेदं कुर्मः चेत् नकार इकार दकार अत्र अन्तिम अच् वर्णः किम् इकारः अतः नकारः यत् अस्ति इकारस्य परः आगच्छति अवगतम् अवगतं भगिनि इकारः अन्तिम अच् वर्णः अस्ति भगिनि अनन्तरं परः परः तस्य परः वयं नकारस्य स्थापनं कुर्मः अस्माकं इदानीं नकारः अस्ति इकारः अस्ति तदनन्तरं वयं नकारः स्थापितवन्तः तकारः पूर्वमेव अस्ति वर्णमेलनेन निन्द आगच्छति अवगतं भगिनि ओके ओके सम्यक् वृत्तिसूत्रस्य विषये अस्माकं तु समस्या आगच्छति ऐ डोण्ट् थिङ्क् विल् बि एबल् टु फिनिश् दिस् पेराग्राफ् इन् टु लेक्चर्स् आल्सो अत्र बहवः सूत्राणि आगच्छन्ति पश्यन्तु तदनन्तरमेव उपसर्गः उपधादीर्घः अनन्तरमेव आगच्छति अत्र अस्मिन् परिच्छेदे अथवा उमागमविषये सूत्राणि बहूनि सन्ति ओके वयं यावत्पर्यन्तमेव पठितवन्तः अग्रे पठनं किञ्चित् अद्य न भविष्यति इति अहं चिन्तयामि कारणम् अत्र किं सर्वनामस्थाने च सम्बुद्धौ इति एकम् आगच्छति तत्रापि स्पष्टीकरणम् आवश्यकं वा न द्रष्टव्यं इदानीं नु स्थापनं विषये अवगतम् अग्रे पुनः स्पष्टीकरणं मिलति मेदचोन्त्यात् परः एतस्मिन् विषये उदाहरणमस्ति ओके अग्रिम अवसरे वयं पश्यामः इतोपि प्रश्नाः सन्ति वा नेक्स्ट् पेराग्राफ् अद्य कर्तुं तु समयः अवशिष्टसमयं केवलम् एकनिमिषम् अस्ति, अतः आरम्भं कर्तुं न शक्नुमः. भगिनी समाप्त समापनसमये किम कोऽपि प्रश्नः न उदेति. तत् पूर्वं सर्वम् आगच्छति. अहं तु आरम्भं कर्तुं न शक्नोमि, कारणम् आरम्भं करोति अर्धघण्टा न्यूनातिन्यूनम् अर्धघण्टा गच्छति. एतस्य अवगमनार्थं न्यूनातिन्यूनम् अर्धघण्टा. उदाहरणमस्ति आसीत् भगिनि इदानीं तदेव. ओके ओके भगिनि. अच्छा चाट् मध्ये कोऽपि किमपि स्थापितवान्, किमस्ति तत्र? ओ ओके द्वितीया. ओके समापयामः अद्यतनवर्गस्य समापनं कुर्मः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, पुनर्मिलामः.